शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम्। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्। संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम्। संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन्। आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम्। हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्षणनु कुर्यां विश्वं शान्ति समन्वितम्। उत्तमं भवान्। नमो नमः सर्वेभ्यः। पुनरेकवारं प्रारम्भं करिष्यामः। गीतासोपानस्य पाठः अस्ति। वयं दृष्टवन्तः सेवन्थ् लेसन्, वि हाव् सीन् सेवन्थ् लेसन् एण्ड् अभ्यासः तत्र करणीयमस्ति। I think we have finished page number 39, right? Right? We have finished page number 39. Yes, sir. Astu. Astu, tarhi, I want you to form a table with visheshana visheshya. This is for practice and oral practice. So I am giving some word to each other, and each one can try. So prathama asti anasuviya bhagini. Mahati Katha. Can you try for this? Me? Are you there? Anasuya Bhagini? Bhagini, which page? No, no, there is no any page. I am asking for tables. Anasuya bhagini, asti va nasti? Table kutra asti bhagini? No. Anasuya bhagini, prayatnam karotu. I want a chart with visheshana and visheshya. So the word is word. For visheshana word asti mahati, and visheshya word asti katha. So how you form the table? Mahati katha. Mahati katha. Mahati katha. Mahati visheshana. Tarhi agre, I want all vibhaktis and sambodhan also. Which page, madam? No, no, there is no any page. I am not saying from our book. You are asking a random Yes. Which this one? Mahati Katha. You want in all the genders, is it? Yes. जस्ट् लैक् देवः देवौ देवाः प्रथमा देवं देवौ देवान् द्वितीया जस्ट् लैक् देट् ऐ वाण्ट् महती कथा महत्यौ कथे महत्यः कथाः जस्ट् लैक् देट् महती इस् द वर्ड् दिस् इस् विशेषणं डिक्लेन्शन्स् must be maruti whatever we will use for mahati which model word we will use like marut nana mahati mahati dirgha dirgha ikar jagat shabd adhi shabd dirgha ikar asti mahati nadi shabd ha ha purnima bhagini मध्ये मध्ये मा वदतु कृपया महत् कार्यं न महत् कार्यम् ऐ डोण्ट् वाण्ट् देट् महत् कार्यम् ऐ वाण्ट् महती कथा महती कथा महती महती महती द वर्ड् इस् सिमिलर् सिमिलर् टु नदी एण्ड् कथा इस् सिमिलर् टु रमा और् सीता or mala mahati declines like nadi right yes mahati katha mahati katha na prathama vibhakti ko mahati katha mahatyau kathe mahatyah kathaah prathama vibhakti mahatyau ramen kathe mahatya महत्यः कथाः अधुना द्वितीया विभक्ति द्वितीया विभक्ति महतीं कथां महते महत्यौ कथे महत्यौ कथे महतीः कथाः महती कथाः महतीः कथाः जस्ट् लैक् नदी सो नदी नद्यौ नद्यः नदीं नद्यौ नदीः नदी नद्या नदी महत्या महत्या महत्या कथया करेक्ट् तृतीया द्विवचन तृतीया द्विवचन किं भवति कथाभ्यां कथाभ्यां महतीभ्यां कथाभ्याम् उत्तमम् अग्रे महतीभिः कथाभिः कथाभिः कथाभिः कथाभिः मैत्री अण्ड् दैवही दे आर् सेम् अदर् देन् दीस् टु वर्ड्स् आल् विल् टेक् सफिक्स् भी वेरि गुड् देन् चतुर्थी विभक्ति ऐ केन् रैट् बेटर् मेडम् अस्तु अस्तु प्रयत्नं करोतु कथायै महत्यै कथायै लिसन् लिसन् कीप् इन् मैण्ड् फार् आल् स्त्रीलिङ्गं स्त्रीलिङ्गं वर्ड्स् वी हेव् टु एड् यै यः यः यां चतुर्थी टु सप्तमी एकवचनम् सो महत्यै कथायै महतीभ्यां कथाभ्यां पञ्चमी महत्याः कथायाः वेरि गुड् महतीभ्यां कथाभ्यां महत्याभ्यां कथाभ्यां वदतु वदतु वेरि सारि पञ्चमी विभक्ति बहुवचनं पञ्चमी विभक्ति बहुवचन कथाभ्यां कथाभ्यः महतीभ्यः कथाभ्यः कथाभ्यां कथाभ्यः महत्याभ्यः कथाभ्यः षष्ठीमध्ये षष्ठीविभक्ति महत्याः महत्याः कथायाः कथायाः कथायाः महत्याः कथयोः महतीनां कथानां वेरि गुड् नेक्स्ट् सप्तमी महत्यां कथायै कथायां कथया कथया इफ् इट् इस् अकारान्त आर् इकारान्त आर् एनि अदर् फार् स्त्रीलिङ्गं वि वाण्ट् ओन्लि यै यः यः यां महतीषु कथासु कथासु यस् करेक्ट् देन् ऐ काण्ट् हियर् यू प्लीस् रिपीट् सम्बोधनं हेमती कथा कथे कथे हे महती कथे महती कथे हा हा भगिनी शृणोतु आर् यू सेङ्ग् महती कथे महती महती कथे लते हे लते ह्रस्वैकार आवश्यकमस्ति ह्रस्वैकार तत्र ह्रस्वैकारः आवश्यकमस्ति तर्हि महती कथे हे महती हेमती कथे हे महत्यौ कथे कथे हेमत्याः कथा वेरि गुड् ट्रै वेरि गुड् ट्रै रैटिङ्ग् रैटिङ्ग् मेक् इट् बि बेटर् मेडम् धन्यवादः महोदय उत्तमम् उत्तमं दिव्या भगिनी Can you try? I'm beginning. I'll try. Krurah Shatruh. Nama Krurah. Krurah same as Devah. And Shatruh same as Bhanuh. Okay. Krurah Shatruh. क्रूरौ धेनु धेनु धेनु शत्रु शत्रु शत्रु शत्रु दीर्घं शत्रु क्रूराः शत्रवः वेरि गुड् नेक्स्ट् क्रूरं शत्रुं क्रूरौ शत्रु क्रूरान् शत्रून् उत्तमं तृतीय देवं देवान् तृतीय क्रूरे क्रूरेण क्रूरेण शत्रुणा क्रूराभ्यां शत्रुभ्यां शत्रुभ्यां ओके ह्रस्व शत्रुभ्यां ओके शत्रुभ्यां क्रूरेभ्यः तृतीय बहुवचनं क्रूरेभ्यः तृतीय बहुवचनं भगिनि शत्रु क्रूरैः शत्रुभिः क्रूरैः शत्रुभिः तृतीय बहुवचनम् अधुना चतुर्थी क्रूरे देवाय देवाय क्रूराय क्रूराय धेनु शत्रवे क्रूराय शत्रवे क्रूरभ्यां शत्रुभ्यां शत्रुभ्यां क्रूरेभ्यः शत्रुभ्यः अभि नौ पञ्चमी क्रूरात् शत्रोः क्रूरात् शत्रोः क्रूराभ्यां शत्रुभ्यां क्रूरेभ्यः शत्रुभ्यः षष्टि क्रूरस्य शत्रोः देवयोः क्रूरयोः शत्रोः क्रूराणां न न न शत्रुवोः त्र हाफ वो शत्रुवोः ओ शत्रुवोः शत्रुवोः क्रूराणां शत्रूणां शत्रूणां शत्रूणां सप्तमी क्रूरे शत्रु देनवे शत्रुवे क्रूरे शत्रुवे शत्रवे न न शत्रवे तु चतुर्थी सप्तमी क्रूरे धेनु शत्रौ शत्रौ क्रूरे शत्रौ क्रूरे शत्रौ क्रूरोः शत्रवोः शत्रु देवेषु क्रूरेषु शत्रुषु क्रूरेषु शत्रुषु हे क्रूरे क्रूरे शत्रु हे न न हे क्रूरशत्रु क्रूरशत्रु हे क्रूरौ क्रूरौ शत्रु क्रूराः शत्रवः शत्रवः शत्रवः क्रूराः शत्रवः उत्तमं भगिनि, गुड् ट्रै. थैंक यू भगिनि, धन्यवादः. इन्दु भगिनि, आं भगिनि, केन् यू ट्रै कथं विच् वर्ड् भगिनि? येस् ऐ विल् गिव् यू वेरि सिम्पल्. शूरः पाण्डवः. शूरः एण्ड् पाण्डवः, बोत् वर्ड्स् सेम् एस् देव. धन्यवादः भगिनि. भगिनि प्रथमास्ति दे शूरः पाण्डवः इति प्रथमा विभक्ति एकवचनं. शूरः शूरौ पाण्डवौ शूराः पाण्डवाः शूरं पाण्डवं शूरौ पाण्डवौ शूरान् पाण्डवान् शूरेण पाण्डवेन शूराभ्यां पाण्डवाभ्यां शूरैः पाण्डवैः देवाय सारी पाण्डवाय पाण्डवाभ्यां शूराभ्यां पाण्डवाभ्यां शूराभ्यां पाण्डवाभ्यां शूरात् शूरैः. तृतीया विभक्ति बहुवचन. शूरैः पाण्डवैः चतुर्थी शूराय पाण्डवाय शूराभ्यां पाण्डवाभ्यां शूरेभ्य पाण्डवेभ्य पञ्चमविभक्ति शूरात् पाण्डवाभ्यां शूरात् पाण्डवात् शूरेभ्यां पाण्डवाभ्यां शूरेभ्यः पाण्डवेभ्यः षष्ठीविभक्ति शूरस्य पाण्डवस्य शूरयोः पाण्डवयोः शूराणां पाण्डवानां शूरे शूरयोः शूरे पाण्डवे पाण्डवे एकवचनं शूरे पाण्डवे द्विवचनं शूरयोः पाण्डवयोः पाण्डवयोः शूरयोः पाण्डवयोः शूरेषु पाण्डवेषु सम्बोधनमस्ति. शूरः पाण्डवः न न शूरपाण्डव शूरपाण्डव शूरौ पाण्डवौ शूरे शूराः पाण्डवाः शूराः पाण्डवाः. धन्यवादः भगिनी, उत्तमम् उत्तमं, गुड् ट्राय् गुड् ट्राय् भगिनी. I know Divya Bhagini and Anasuya Bhagini can try, and that's why I gave them little hard, and Indu Bhagini, for you it was too easy. I know Bhagini. So, Lakshmi Bhagini, can you try? Haan Bhagini. Aham prayatnam karomi. Haan, prayatnam karotu. प्रसिद्धा गीता प्रसिद्धा गीता स्त्रीलिङ्गीतालिङ्ग can't hear you properly. Prasiddha Visheshanam. Prasiddha is the Visheshanam and Gita is Visheshya and both words are Akaranta. That means declinations are same as Mala, Rama, Sita. So you can try for this. Yeah, looks like connection is not good. Looks like Pagani. Can you hear now? Pagani, can you hear me? Yes, we can hear you. I think Bhagini may have stepped aside. Ah, okay. Prasiddha. Anjali Bhagini has some network problem. So you want to go ahead with this Prasiddha Gita? Prasiddha Gita, Prasiddhe Gite, Prasiddhaha Gitaha, Prasiddham Gitaham, प्रसिद्धे गीते प्रसिद्धाः गीताः तृतीय प्रसिद्धया गीतया प्रसिद्धाभ्यां गीताभ्यां प्रसिद्धिभिः गीताभिः प्रसिद्धाभिः गीताभिः चतुर्थे प्रसिद्धये गीतायै प्रसिद्धायै गीतायै प्रसिद्धाभ्यां गीताभ्यां प्रसिद्धाभ्यः गीताभ्यः प्रसिद्धायाः गीतायाः प्रसिद्धाभ्यां गीताभ्यां प्रसिद्धाभ्यः गीताभ्यः षष्टि प्रसिद्धायाः गीतायाः प्रसिद्धयोः गीतयोः प्रसिद्धानां गीतानां सप्तमे प्रसिद्धायां गीतायां प्रसिद्धयोः गीतयोः प्रसिद्धासु गीतासु सम्बोधनं प्रसिद्धे गीते प्रसिद्धे गीते प्रसिद्धाः गीताः वेरि गुड् भगिनि धन्यवादः अतीत्तम् उत्तममस्ति उत्तम धन्यवाद भगिनि Maybe next person can try with Ikarant. Okay. Sanjay Mahodaya, you can try next one. It's Purnima Bhagini's turn, so if she wants to try, she can go. ओके आगतवती वा भगिनी न आगतवती खलु भगिनी सेङ्ग् दट् शी केन् नाट् डू एनिथिङ्ग् शी हेज़् नेट्वर्क् प्राब्लम् शी इस् स्टिल् ट्रायिङ्ग् I'm just going to tell her to give us some words and we'll keep trying. She is going to give us more pairs so we can try. Another class at 8:30 available. Okay, so she is suggesting Shreshtaha Guruhu. Okay, Purnima Bhagini left. Okay. Okay, I can try Shreshtaha Guruhu. श्रेष्ठः गुरुः श्रेष्ठौ गुरु श्रेष्ठाः गुरवः श्रेष्ठं गुरुं श्रेष्ठौ गुरु श्रेष्ठान् गुरुं श्रेष्ठेन गुरुना श्रेष्ठाभ्यां गुरुभ्यां श्रेष्ठै गुरुभिः श्रेष्ठाय गुरवे श्रेष्ठाभ्यां गुरुभ्यां श्रेष्ठेभ्यः गुरुभ्यः श्रेष्ठात् गुरोः श्रेष्ठाभ्यां गुरुभ्यां श्रेष्ठेभ्यः गुरुभ्यः श्रेष्ठस्य गुरोः श्रेष्ठयोः गुरवोः श्रेष्ठानां गुरूणां श्रेष्ठे गुरौ श्रेष्ठयोः गुर्वोः श्रेष्ठेषु गुरुषु श्रेष्ठगुरो श्रेष्ठौ गुरु श्रेष्ठाः गुरवः Sushila Bhagini, do you want to try the next prayer she is given? Divyaha Rushihi. I will. I have actually missed a lot of classes, so I will just try next, okay? I will just go on. Okay. So, Ansuya Bhagini, do you want to try that? Sending the one, what are the words? She has put it in on WhatsApp. So next pair is Divyaha Rushihi. After that, Priya Vani. Priya Vani. And then after that is Tikshnaha Ishuhu. Tikshnaha what? Ishuhu. I'm not going to speak. So do we want to keep doing or take this as homework and that, can't we? So you still have 45 minutes and for Bhagini FCC is not responding, she's saying. Divyaha Rushihi, the next one would be Divyaha would be like Vanaha, Ramaha, and Rushihi would be like Munihi. Mm-hmm. I can again, Mohode, nobody else wants to do. Okay, go ahead. Divyaha, Rushihi, Divyau, Rushau, Divyaha, Rushayaha. Vini. Prathama Dvivachan, would it be Rushi? Prathama Dvivachanam, Divya, Rushav, right? No, if you... Is it like a Muni? Yes. So, Divya, Rusho. No, Rushi, with a Dirga E. Oh, okay, Rushi. Okay, yeah. Divyau Rushi Divyaha Rushayaha Divyam Rushim Divyau Rushi Divyam Rushim Divyena Rushina, Divyabhyam, Rushibhyam, Divyauhu, Rushibhihi. Chaturthi, Divyaya, Rushaye, Divyabhyam, Rushibhyam, Divyebhyam, Rushibhyam, Panchami, Divyat, Rushe, Rushehe. Divyabhyam, Rushibhyam, Divyebhyah, Rushibhyah, Sashti, Divyasya, Rushehe, Divyayoho, Rushyoho, Divyanam, Rushinam, Saptame, Divye, Rushau Divyayoho Rushayoho Divyesu Rushishu He Divya Rushi Rushe He Divya Rushe Divyo Rushi Divyaha Rushayaha. Very good, Bhagini. I will try. So you're doing the Priya Vani? Yes. Okay. Priya, Prathama, Priya Vani, Priye Vanyo, Priya Yaha Vani Vanyaha, Lata Yaha, Priya Yaha Vanyaha, Dvitiya, Priyam Vani, Priyam Vanim Priye Vanyo Priyayaha Vani Vanyo Vanihi then Tritiya Lataya Priyaya Vani Vanya, Priyaya Vanya, Priyabhyam, Vanyabhyam, or Vanibhyam. Vanibhyam, Priyabhyam, Vanibhyam, Priyabhihi, Vanibhihi. Then Chaturthi, प्रियै प्रियै वाण्यै प्रियै वाण्यै प्रियाभ्यां वाणीभ्यां वाणीभ्यः प्रिय प्रियाभ्यः वाणीभ्यः isn't it priya priyabhyah yes, priyabhyah priyabhyah vanibhyah then panjami priyayah vanyah panjami priyabhyam vanibhyam priyabhyah vanibhyah then shashti again priyayah priyayah vanyah priya latayoho priya latayoho priyayoho priyayoho vanyoho priyanam vaninam then saptami प्रियायाः प्रियायां प्रियायां वाणी वाण्यां प्रियायां वाण्यां प्रियायोः वाण्योः प्रिययोः प्रिययोः वाण्योः सप्तमी वाणीषु प्रियेषु प्रियाषु प्रिया लतासु प्रियासु वाणीषु देन् सम्बोधन हे प्रिया हे प्रिये हे प्रिये हे प्रिये वाणी हे प्रिये वाणी हे प्रिया हे प्रिये द्वितीय विल् बी vanyo priye vanyo is it right priye vanyo he priyayah vanyah priyayah vanyah thank you oh next one is tikshnah ishuh In the beginning, do you want to try that? In the beginning, you are on mute. Sorry, I was on mute. What was the saying? Tikshnaha and Ishuhu, what will be the word tomorrow? So Tikshnaha would be Ramaha. Uh-huh. And Ishu would be like Shishu. Uh-huh. Shishu or Bhanu. Right, okay. Tikshnaha, Shishu, Ishuhu. Ishu. Dirgha U. Oh, right, yeah. That's this one. Tikshnaha Ishaha. Vithya Vati would be Tikshnam Ishum. Ishum Ishunam tikshnen beginning think you are mixing up in the Dvitiya Vibhakti. You want to redo the Dvitiya? Dvitiya. Oh. From Dvivachan onwards. All right, okay. Dvitiya would be Tikshanau Ishuhu. No, no, issue with the Dirga U. That's an issue. Then, where was I? It was the Dvitiya. Then Dvitiya Bahuvachan. Tikshanan. Tikshanan, Ishuna, yes, correct. Tikshanabhyam Ishubhyam Tikshanabhi Ishubhyah Chaturthi we did, didn't we? Yes. Now, Panchami Tikshanau Panchami Tikshanat Tikshanabhyam Panchami Bahuvachan. Panchami Bahuvachan. Tikshanabhyam Ishubhyah Tikshanam Tikshane. Are you doing Shashti now? No, see Tikshanasya Ishoho would not be right. Tikshanasya and Ishoho. Yeah, that's what. Tikshanayoho. Ishoho. Ishoho. Ishoho. Tikshananam. Tikshanam. Ishanam. Ishunam. Tikshanau. No. Saptami Ekvachan. Tikshane. Isho. Correct. तीक्ष्णयोः तीक्ष्णयोः ईशवोः ईश्वोः ईश्वोः तीक्ष्णेषु ईशुषु Right, yes, yes, that's correct. Tikshane, no, Tikshanaha. No, Sambodhan, no. Yeah, Tikshana. Right, Tikshana. Tikshana. Isho. Correct. Tikshanao. Dirgahu, Ishu. Yeah, Dirgahu, Ishu. And Tikshnaya. Tikshnaha. Tikshnaha. Ishavaha. Correct. Ishavaha. Ishavaha. Ishavaha. You know when Anjali Bhagini did the bhaktis and told us all the magic tables and all that. Do you know which time it was, and so that I can look it up? I wasn't here, she was in the hospital at that time. Oh, okay. Was probably beginning of December 2020. December 2020. Okay. So I will try and look it up so that I can get some hold on it, you know. And I'm very weak at it. Okay, should we end here, or? So, shall we say our prayers then? Okay, go ahead. Shall I say it? Okay. Sarve bhavantu sukhinah, sarve santu niramayah, sarve bhadrani pashyantu, ma kasyat dukkha bhavet, om shanti. शान्तिः शान्तिः हरिः ओम् धन्यवादः भवान् धन्यवादः महोदय शुभरात्रि धन्यवादः शुभरात्रि शुभरात्रि शुभदिनम्